सर्वेषां गीतासोपानवर्गं प्रति स्वागतम्। आदौ परिचितं सुभाषितं शृणुमः। भगिनी एकवारं स्मारयतु। ॐ श्रीगुरुभ्यो नमः। विद्यानाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं विद्याभोगकरी यशः सुखकरी विद्या गुरूणां गुरुः विद्या बन्धुजनो विदेशगमने विद्या परा देवता विद्या राजसुपूज्यते न हि धनम् विद्या विहीना पशुः। गुरुभ्यो नमः। धन्यवाद भगिनी। धन्यवादः। आबहुभ्यः दिनेभ्यः प्रवर्तमानः विषयः अस्ति द्वितीया विभक्तिः। अस्माकं विषयः द्वितीया विभक्तिः। तत्र एकं सूत्रमस्ति, अनभिहिते कर्मणि द्वितीया इति सूत्रेण द्वितीया विभक्त्यन्तं पदं तस्मिन् वाक्ये कर्मपदं भवति, प्रथमान्तं पदं कर्तृपदं भवति, द्वितीया विभक्त्यन्तं पदं कर्मपदं भवति। द्वितीया विभक्तेः प्रसङ्गे इतोपि ज्ञातुम् अभ्यासान् कुर्मः। केचन अभ्यासाः परिशीलिताः पूर्वमेव, इतोपि अभ्यासाः सन्ति, अग्रिमान् अभ्यासान् कर्तुं सिद्धाः भवन्तु। पुटसङ्ख्या अस्ति 1-100 पुटं पश्यन्तु। तस्मिन् पुटे दशमवाक्यपर्यन्तं वयं पठितवन्तः। 11 वाक्यात् आरभ्य अद्य परिशीलयाम। 11 वाक्यमस्ति, सर्वे विजयं काङ्क्षन्ति। बहु उत्तमं वाक्यं, सर्वे विजयं काङ्क्षन्ति इत्यस्मात् आरभ्य अद्य परिशीलनं कुर्मः। केतकि भगिनी, सर्वे विजयं काङ्क्षन्ति इति वाक्यमस्ति, तस्मिन् प्रसङ्गे भवती यद् जानाति तद् वदतु। वाक्यमस्ति इन भगवद्गीता, इट् इस् सो ट्रू। सर्वे मनुष्याः विजयं भवति, काङ्क्षति, काङ्क्षसा अस्ति विजयम्। अस्मिन् वाक्ये कति पदानि सन्ति? 3 पदानि सन्ति। प्रत्येकं पदं स्वीकृत्य विवृणोतु। सर्वे विजयं काङ्क्षति, सर्व आकारान् पुल्लिङ्ग् शब्द, सर्वे सर्वो सर्वाः। द्वितीयविभक्ति अस्ति सर्वं, सर्वशब्दः, सर्वनामशब्दः, सर्वशब्दस्य रूपाणि त्रिषु लिङ्गेषु सम्भवन्ति। पुंलिङ्गे सर्वः, सर्वौ, सर्वे। स्त्रीलिङ्गे सर्वा इति रूपमस्ति, सर्वा, सर्वे, सर्वाः। नपुंसकलिङ्गे सर्वं, सर्वे, सर्वाणि इति रूपाणि भवन्ति। इदं पदं सर्वनामपदम्। अस्य पदस्य रूपाणि सप्तसु विभक्तिषु ज्ञातव्यानि। भगिनी एकवारं भवती अस्य शब्दस्य रूपाणि त्रिषु लिङ्गेषु पठतु। अस्मिन् वाक्ये कर्मपदं किम्? कर्मपदमस्ति काङ्क्षति, न काङ्क्षन्ति इति लिखितमस्ति। किमर्थं काङ्क्षन्ति लिखितमस्ति? भवती शृणोतु, भूमा भगिनी भवती वदतु, अस्मिन् वाक्ये कर्मपदं किम्? विजयं कर्मपदमस्ति, कर्मपदम् अस्ति विजयं, द्वितीयविभक्ति अस्ति। अत्र धातुः सकर्मकधातुः, सकर्मकधातुः अस्ति। उत्तमं। प्रथमान्तं पदं किं भवति? अत्र विजयम् इति कर्मपदम् अस्ति, द्वितीयाविभक्तौ अस्ति, प्रथमान्तं पदं किम्? विजयः, विजयौ, विजयः, विजयाः, पुलिङ्गमस्ति वा? विजयः, विजयं, विजयौ, विजयान्, विजयान् काङ्क्षन्ति। बहुवचने वक्तुं शक्यते, साधु। अत्र विजयः इति पदं भगिनि, ऐ गेट् वन् कृष्णक्ष भक्तिसुधा पुस्तकं, न काङ्क्षते राष्ट्ररक्षणाय अस्मिन् राष्ट्रे, किं भविष्यति, सः किमपि न चिन्तति। भगिनी अत्र प्रसङ्गः कः इति अस्माभिः चिन्तनीयम् आदौ। वाक्यं पूरयामश्चेत् सर्वे विजयं काङ्क्षन्ति इति वाक्यमस्ति. भूमा भगिनी भवती सम्यक् उक्तवती, अत्र पदमस्ति विजयः. विजयः इति रामशब्दवत् पुंलिङ्गपदमस्ति. इतोपि वक्तुमिच्छति वा? वि उपसर्गपूर्वकः जि धातुः जयति. जि धातोः रूपमेव जयति. जि धातुतः जयः, चि धातुतः चयः, क्षि धातुतः क्षयः इत्यादीनि पदानि सिद्ध्यन्ति. इदं पदं कृदन्तपदं. कृदन्तपदम् इत्युक्ते धातुतः निर्मितं पदम्. अत्र वि उपसर्गः अस्ति. विजयः, जि जयः, क्षि क्षयः, चि चयः इति रूपाणि भवन्ति. तत्र एकं विशिष्टं सूत्रमस्ति, एरच्. एरच् इति सूत्रमस्ति. तेन सूत्रेण अच् प्रत्ययः विहितः भवति चेत् ईदृशानि पदानि सिद्ध्यन्ति. इकारान्तधातुषु अच् प्रत्ययस्य योजनेन एरच् इति सूत्रेण जयः, चयः, क्षयः इत्यादीनि पदानि सिद्ध्यन्ति. सर्वे काङ्क्षन्ति, अनयोर्मध्ये सम्बन्धः कः वदतु? कर्तृपदं सर्वे काङ्क्षन्ति प्रथमपुरुष बहुवचने अस्ति. उत्तमं. तिङ्गन्तपदानां प्रसङ्गे लिङ्गप्राधान्यं नास्ति, कृदन्तानां विषये एव लिङ्गप्राधान्यम् आवहति. अत्र सर्वे इति बहुवचनरूपमस्ति इति कृत्वा काङ्क्षन्ति, सर्वे काङ्क्षन्ति. सर्वे किं काङ्क्षन्ति? विजयं काङ्क्षन्ति. इदं वाक्यं कर्तरीप्रयोगे अस्ति इति कृत्वा कर्तृपदं सर्वे अस्ति, क्रियापदं काङ्क्षन्ति अस्ति. अनयोर्मध्ये सम्बन्धः अस्ति. काङ्क्षन्ति इति बहुवचनरूपं, प्रथमपुरुष बहुवचनरूपम् अस्ति. काङ्क्षन्ति इत्यस्मिन् प्रसङ्गे गोमती भगिनी भवती किञ्चित् इतोपि वदतु. काङ्क्षन्ति काङ्क्ष धातुः अस्ति. अत्र धातुः इदित् धातुः. काङ्क्षि, काङ्क्षि इति. काङ्क्षि इति इदित् धातुः अस्ति. काङ्क्षायाम् इत्यस्मिन् अर्थे काङ्क्षि इति इदित् धातुः अस्ति. तत्र इतोपि वदतु. अत्र इदितो नुम् धातोः इति सूत्रेण तत्र नकारः आगच्छति. मिदचोन्ध्यात् इति सूत्रेण नकारः का न क्ष इति भवति. अनन्तरं नश्च पदान्तात् छलि इति सूत्रेण तत्र अनुस्वारः भवति, काक्ष भवति. अनन्तरं अनुस्वारस्य ए परसवर्णे इति सूत्रेण ङकारः आगच्छति. ककारस्य परसवर्ण ङकारः आगच्छति, काङ्क्ष इति भवति भगिनि. उत्तमं. तादृशं कार्यमस्ति. धातुः इदित् धातुः अस्ति इति कारणतः आदौ नुमागमः भवति, इत्युक्ते दन्त्यनकारः आयाति. पश्चात् नश्चापदान्तस्य झलि इति सूत्रेण दन्त्यनकारस्य स्थाने अनुस्वारादेशः भवति. पश्चात् अनुस्वारस्य स्थाने अनुस्वारस्य यै परसवर्णः इति सूत्रेण परसवर्णादेशः भूत्वा अनुस्वारस्य स्थाने कवर्गीय पञ्चमं व्यञ्जनम्, अनुनासिकव्यञ्जनं, तस्य वर्गस्य पञ्चमवर्णादेशः भूत्वा कवर्गीय अनुनासिकव्यञ्जनं ञकारः आगतः. तेन काङ्क्षन्ति इति रूपमस्ति. काङ्क्षति एकवचनरूपमस्ति, अत्र बहुवचनं लिखितम्. अग्रिमं वाक्यं केतकी भगिनी भवती एव पठतु. हितप्रज्ञः इन्द्रियाणि संहरति. हितप्रज्ञः इन्द्रियाणि संहरति. इन्द्रियाणि इति पदं पूरयामश्चेत् इन्द्रियाणि इति पदस्य विभक्तिः का अत्र? द्वितीया विभक्ति. किमर्थम्? हियर् वी हेव् टु पुट् द्वितीया विभक्ति. साधु भगिनी, तदेव. हृ धातुः अपि सकर्मकधातुः एव. इन्द्रियाणि संहरति. स्थितप्रज्ञः इन्द्रियाणि संहरति इति वाक्यं सर्वे चिन्तयन्तु, कीदृश अर्थः अस्ति? रोहिणी भगिनी भवती वदतु. स्थितप्रज्ञः इन्द्रियाणि संहरति इत्युक्ते इन्द्रियाणां नियन्त्रणं करोति. साधु भगिनी, तदेव. इन्द्रियाणि संहरति, इन्द्रियाणां नियन्त्रणं करोति. नियन्त्रणम् इति पदं ल्युडन्तपदमस्ति चेत् ल्युडन्तपदात् पूर्वं षष्टिविभक्तेः प्रयोगः भवति. पुस्तकस्य पठनम्, इन्द्रियाणां नियमनम्. अत्र स्थितप्रज्ञः इति एकं पदमस्ति. इदं पदं समस्तपदं तस्मिन् प्रसङ्गे वदतु. बहुव्रीहि समासः प्रज्ञा स्थितः यस्य सः स्थितप्रज्ञः इति मन्यते. प्रज्ञा इति आकारान्तपदमस्ति इति कृत्वा विग्रहवाक्यम् इतोपि किञ्चित् परिवर्त्य वदतु. प्रज्ञा इति आकारान्तस्त्रीलिङ्गपदमस्ति, पुंवद्भावः करणीयः समस्तपदनिर्माणप्रसङ्गे, बहुव्रीहिसमासः तु साधु एव. स्थिता प्रज्ञा यस्य सः, स्त्रीलिङ्गे वक्तुमिच्छामश्चेत् स्थिता प्रज्ञा यस्याः सा इति भवितुमर्हति. बहुव्रीहिसमासयुक्तानि पदानि अन्यपदस्य विशेषणानि भवन्ति. इत्युक्ते किम्? अत्र अर्थः कः इतोपि वदतु. न जानामि. अन्य यस्य प्रज्ञा स्थितः सः या सः एव. गोमती भगिनी भवती वदतु अस्मिन् प्रसङ्गे किञ्चित्. स्थितप्रज्ञः यस्य स्थितधीः अस्ति अथवा सः दृढबुद्धः भवति, सः तस्य मनः विषयान् प्रति न गच्छति. किमर्थं चेत् तस्य नियन्त्रणे अस्ति इन्द्रियाणि, अतः सः स्थितप्रज्ञः. अर्जुनस्य प्रश्नस्य उत्तरं भगवद्गीतायां भगवान् श्रीकृष्णः ददाति. स्थितप्रज्ञः कः इति अर्जुनः पृच्छति, तस्य समाधानं कृष्णः वदति. अहम् इदानीं न स्मरामि. इफ् सम्बडी स्टार्ट्स् ऐ विल् रिमेम्बर् दट्. उत्तमम्. इदं पदं बहुव्रीहिसमासयुक्तं पदं. बहुव्रीहिसमासयुक्तानि पदानि त्रिषु लिङ्गेषु सम्भवन्ति. अन्यपदस्य विशेषणं भवितुमर्हति. स्थितप्रज्ञः योगी, स्थितप्रज्ञः मुनिः अथवा पुरुषः, किन्तु स्त्रीलिङ्गे वदामश्चेत् स्थितप्रज्ञा महिला. बहुव्रीहिसमासस्य प्रसङ्गे अन्यपदप्राधान्यं लिङ्गपरिवर्तनं च दृश्यते. प्रज्ञा इति आकारान्तस्त्रीलिङ्गपदमस्ति. स्थिता प्रज्ञा यस्य सः इति विग्रहवाक्यं वक्तव्यं भवति. समस्तपदं पश्यामश्चेत् स्थितप्रज्ञः इति एव उक्तमस्ति. इत्युक्ते पुंलिङ्गवत् प्रातिपदिकं स्वीकर्तव्यम्. अत्र पुंवद्भावः करणीयः. स्थिता इति पदस्य प्रसङ्गे शोभा भगिनी वदतु. भगिनी एकः संशयः, स्त्रीलिङ्गविषये स्थितप्रज्ञा इति, स्थिता प्रज्ञा नास्ति, स्थितप्रज्ञा एव स्त्रीलिङ्गरूपं बहुव्रीहिसमासे पुंवद्भावः भवति. स्त्रीलिङ्गे पदमस्ति स्थितप्रज्ञा महिला. समस्तपदनिर्माणप्रसङ्गे पुंवद्भावः वक्तव्यः, अपि च लिङ्गम् अनुसृत्य किञ्चित् परिवर्त्य विग्रहवाक्यं वक्तव्यं भवति. स्थिता प्रज्ञा यस्याः सः, सा यस्याः सा. स्थिता इति पदमस्ति. शोभा भगिनी वदतु. स्थिता इति पदं तत्र स्था धातुतः आगतः, अपि च अधुना उक्तं यत् ता प्रत्ययान्तपदः पदं स्थितः प्रज्ञः, तत्र विशेषविशेषण विशेष्य विशेषणस्य प्रसक्तिः भवति. तत्र प्रक्रियां न जानामि. स्थायोगः ता प्रत्ययः स्थि इति कथं भवति इति. एकं विशिष्टं सूत्रमस्ति. गोमती भगिनी वदतु. इडागमविषये वा? इडागमः नास्ति. तत्र एकं विशिष्टं सूत्रमस्ति. द्यतिस्यति मास्थाम् इत्तिकिति इति एकं सूत्रमस्ति. स्था इति धातोः प्रसङ्गे इदं सूत्रं कार्यं करोति इति कृत्वा तत्र ईकारः आयाति. किति प्रत्यये परे, अत्र कित् प्रत्ययः कः? प्रत्ययः कित् भवति, ककारस्य इत् संज्ञा भवति, अपि लोपः भवति इत्यनेन. अपि च भवती उक्तवती घिति प्रत्यये परे अपि वा? किति, किति एव. अस्तु, किति प्रत्यये परे एव. तत्र रूपाणि पश्यन्तु. स्थितः इति क्तान्तरूपं, स्थितवान् इति क्तवत्वन्तरूपं, स्थित्वा इति क्तवान्तरूपम्. एते त्रयः कित् प्रत्ययाः खलु? संहरति प्रसङ्गे वदतु. संहरति, तत्र सम् उपसर्गम् उपसर्गः. हरति इति ह्रू धातुतः आगतः पदं, लट्लकारे एकवचने प्रथमपुरुषे. संयोगः ह्रू, तत्र हर सम् उपसर्गमपि पदम् अस्ति इति कृत्वा यदा संहरति इति भवति तत्र मकारस्य मोनुस्वरः इत्यनेन अनुस्वरः आगच्छति. तदनन्तरं तत्र अनुस्वारस्य ययि परसवर्णः कार्यं न करोति इति मन्ये सम् अनुस्वारसहित संहरति इति एव तिष्ठति अनुस्वारसहितं रूपमेव तत्र तिष्ठति हकारस्य परसवर्णः नास्ति ययि ययि प्रत्याहारस्थवर्णः तत्र हकारः नास्ति ययि प्रत्याहारे कपैपर्यन्तं हा कपैपर्यन्तं हा विहाय यकारेण आरभ्य कपैपर्यन्तं यै प्रत्याहारः उत्तम हृ इति ऋकारान्तधातुः हृ धातुतः हरति भवादिगणे अस्ति धातुः ईगन्तः सार्वधातुकार्धधातुकयोः इत्यनेन गुणकार्यं भवति इन्द्रियम् इति पदस्य रूपाणि वदतु इन्द्रियम् इति नपुंसकपदम् इति कृत्वा इन्द्रियम् इन्द्रिये इन्द्रियाणि फलं फले फलानि इन्द्रियाणि इति भवति कुत्र अणत्वं भवति इन्द्रियाणि इत्यस्मिन् णत्वं भवति यकार अपि नकार निमित्तिनोर्मध्ये बाधवर्णः न सन्ति आ इति आ दीर्घ आकारः एव अस्ति तत्तु अट् प्रत्याहारस्थवर्णः अतः तत्र अट् कुप्वाङ्ग् नुम् व्यवायेपि इत्यनेन णत्वं भवति अपि च इन्द्रियेण अपि च इन्द्रियाणामपि भवति तत्र षष्टिविभक्ति बहुवचने अपि भवति उत्तमं चक्षुरादयः इन्द्रियाणि हस्तादयः इन्द्रियाणि किञ्चित् वदतु चक्षुः आदयः तत्र पदस्य विषये वदामि वा कथं भवति इति चक्षुरादयः कीदृश इन्द्रियाणि चक्षुः आदयः तत्र कर्मेन्द्रियाणि भवन्ति ज्ञानेन्द्रियाणि कर्मेन्द्रियाणि इत्यस्मिन् चक्षुः अपि च पदानि अधुना न स्मरामि भगिनि क्षम्यताम् चक्षुरादयः ज्ञानेन्द्रियाणि हस्तादयः कर्मेन्द्रियाणि कर्मेन्द्रियमित्युक्ते कर्मसाधनम् हस्तादयः कर्मसाधनानि इन्द्रियम् इति पदस्य प्रसङ्गे अन्यत् पदमस्ति हृषीकं खलु आम् आम् तत्र हृषीकेशः इति पदम् अस्ति हृषीकानां हृषी एकनिमिषं हृषीकाणाम् ईशः इति यस्य इन्द्रियाणां किं जयति इन्द्रियेषु जयं प्राप्नोति तस्य प्रभावः यस्य उपरि नास्ति सः हृषीकेशः इति वक्तव्यम् उत्तमम् इन्द्रियाणां नियन्त्रयति नियन्त्रणम् इन्द्रियाणां नियन्त्रणं मया किं पठितम् इत्युक्ते ज्ञानवान् पुरुषः सर्वाणि इन्द्रियाणि शब्दादिभ्यः सङ्कोचयति ज्ञानवान् पुरुषः सर्वाणि इन्द्रियाणि शब्दादिभ्यः सङ्कोचयति तदा तस्य प्रज्ञा प्रतिष्ठिता भवति शब्दादिभ्यः यः ज्ञानवान् पुरुषः इन्द्रियाणि सङ्कोचयति तदा तस्य प्रज्ञा प्रतिष्ठिता भवति एकवारं चिन्तयन्तु बहु उत्तमं वाक्यं तत् अग्रिमं वाक्यं पठतु भवती तत्र कृष्णः अर्जुनस्य मोहयति इति रिक्तस्थाने कृष्णः अर्जुनस्य मोहयति तत्र किं भवति सिद्धिः प्रज्ञां मोहयति अस्तु कृष्णः अर्जुनस्य प्रज्ञां मोहयति प्रत्येकं पदं स्वीकृत्य वदतु हा तत्र कृष्णः एकवचने पुंलिङ्गपदं तत्र मूर्धन्यषकारस्य निमित्तेन णत्वं भवति कृष्णः इति पदे अर्जुनस्य इति षष्ठी एकवचने पदं प्रज्ञा इति प्रज्ञामिति द्वितीया विभक्ति भवति तत्र कर्मपदं भवति मोहयति इत्यस्य मोहयति इति मुह् धातुतः आगतः पदं तत्र निजन्तरूपं मोहयति इति कृष्णः अर्जुनस्य प्रज्ञां मोहयति इति भवति अपि च भगिनी सम्यक् उक्तवती अत्र मुह् धातोः रूपमेव मोहयति अत्र णिजन्तरूपं दत्तमस्ति. अणिजन्तरूपं वक्तुमिच्छामश्चेत् तत्र रूपमस्ति मुह्यति. मुह् धातुः वैचित्र्ये इत्यस्मिन् अर्थे दिवादिगणे अस्ति. दिवादिगणीयधातुः अस्ति इति कृत्वा तस्य रूपं मुह्यति. मुह्यति मोहयति. णिजन्तानां प्रसङ्गे णिजश्च इति सूत्रेण णिजन्तधातवः उभयपदिनः भवन्ति इति कृत्वा मोहयते इति रूपमपि अस्ति इति मम चिन्तनम्. अणिजन्तलट्लकाररूपं मुह्यति अस्ति, कर्मणि रूपं मुह्यते अस्ति. आत्मनेपदिवत् कर्मणि रूपाणि भवन्ति. साधारणलट् रूपं मुह्यति, कर्मणि लट् मुह्यते अस्ति. साधु भगिनी. भूमा भगिनी अग्रिमं वाक्यं पठतु. माधवः पाण्डवश्च शङ्खं प्रदद्मतुः, शङ्खौ प्रदद्मतुः. माधवः अकारान्त पुल्लिङ्गशब्दः, कर्तृपदमस्ति. पाण्डवः, पाण्डवः अपि प्रथमविभक्ति कर्तृपदमस्ति. च माधवः च पाण्डवः च शङ्खौ, शङ्खौ शङ्खः अकारान्त पुल्लिङ्गः, शङ्खौ द्वितीयाविभक्ति द्विवचने अस्ति. प्रदद्मतुः प्र उपसर्गपूर्वकः. मा धातु, द्मा धातु वा? द्मा धातुः. द्मा धातु दद्मतुः. इदं पदं किञ्चित् विशिष्टं पदमस्ति. पूर्वस्मिन् वाक्यस्य प्रसङ्गे किञ्चित् वदामि. भवन्तः सर्वे श्रुतवन्तः एव, अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः इति गीतावाक्यमस्ति. एकवारं परिशीलयन्तु. अज्ञानेन आवृतं ज्ञानं तेन मुह्यन्ति जन्तवः, खलु? भवती श्रुतवती वा? आम्. अज्ञानेन ज्ञानम् आवृतं तेन जन्तवः मुह्यन्ति. अस्मिन् वाक्ये शङ्खौ इति द्वितीयाविभक्ति द्विवचनमस्ति. प्रदद्मतुः इति विशिष्टं पदमस्ति. अस्मिन् प्रसङ्गे कोऽपि वदतु. अहं वदामि भगिनि. वदतु. प्रदद्मतुः अत्र लिट् रूपमस्ति भगिनि. धमा इति धातुः द्वादिगणीयधातुः, शब्दाग्निसंयोगयोः इति अर्थः अस्ति. सकर्मकधातुः अस्ति. अत्र लिट् रूपं दत्तं. दध्मौ, दध्मतुः, दध्मुः. अहं दृष्ट्वा वदामि. दद्विध, दद्माथ, दद्मधुः, दध्मा, दध्मौ, दद्मिव, दद्मिव, मिम इति लिट् रूपाणि अस्ति. ध्मा धातुः अत्र उपसर्गः अस्ति. अतः प्रदध्मुः, प्रदध्मतुः इति द्वितीय द्विवचनरूपं, प्रथमपुरुष द्विवचनरूपम् अस्ति. अर्जुनः कृष्णः अस्ति, अतः द्विवचनरूपमस्ति. सूत्रमस्ति, सूत्रं दीर्घसूत्रं, तदपि मम पुरे अस्ति. पा ख्रा ध्मा स्था म्ना दाण दर्शयर्ति सर्ति शद सदा पिब जिघ्र धम तिष्ठ मन यच्च पश्य अर्च धौ सीय सीदोः इति भवति. ध्मा धातुतः धमति इति रूपं साधयितुं तत् सूत्रं कार्यं करोति. किन्तु इदं रूपं लिट् लकाररूपम् अस्ति. लिट् लकारः इत्युक्ते परोक्षभूतकालः. परोक्षभूतकालः एव लिट् लकारः. अत्र लिट् लकाररूपं प्रथमपुरुष द्विवचनरूपं दत्तमस्ति. दध्मतुः इति द्विवचनरूपं दत्तमस्ति. अत्र भिन्नानि कार्याणि भवन्ति. लिट् लकारः आर्धधातुकलकारः, सार्वधातुकः नास्ति. किन्तु पाघ्राध्मा इति सूत्रं कुत्र कार्यं करोति इति निमित्तं परिशीलनीयम्. निमित्तं परिशीलयामश्चेत् शितिपरे एव कार्यं. लिट्लकारप्रसङ्गे तादृशं कार्यं नास्ति इति कृत्वा तस्य प्रसङ्गः अत्र नास्ति इति मम चिन्तनम्. लिट्लकारे द्वित्वकार्यं भवति. यथा जुहोत्यादिगणे द्वित्वं भवति, तथा एव लिट्लकारे अपि द्वित्वं भवति. द्वित्वं भवति इति कृत्वा ध्मा इति धातुः अस्ति. ध्मा योगः ध्मा द्वित्वकार्यं भूत्वा अन्यानि कार्याणि अपि सन्ति. तेन दध्मतुः इति द्विवचनरूपं सिध्यति. क्रियापदं द्विवचने किमर्थं दत्तमस्ति? कृष्णः अपि च अर्जुनः, माधवः पाण्डवः च इति दत्तमस्ति. तदर्थं द्विवचने उक्तमस्ति. च इति पदस्य प्रसङ्गे भिन्नरीत्या अपि लेखितुं शक्नुमः. दध्मतुः इति रूपमपि साधु एव, नो चेत् अत्र एकवचनरूपमपि साधु एव. च इति कथनेन भिन्नरीत्यापि इदं वाक्यं लेखितुं शक्यते. तत्र लिट्लकार एकवचनरूपमपि साधु एव. लिट्लकाररूपाणि एवं भवन्ति. गम् धातोः रूपं जगाम, जगाम इति बहुत्र वयं शृणुमः. पच् धातोः रूपं पपाच, पपाच जगाम. एवं द्वित्वकार्यं भवति. अत्र धातुः शब्दाग्निसंयोगयोः इत्यस्मिन् अर्थे अस्ति. अग्रिमं वाक्यं भूमा भगिनी भवती एव पठतु. सेनापतिः सेनापतिः सेनां वीक्षति, वीक्षते, वीक्षते. सेनापतिः ईकारान्तपुल्लिङ्गः, सेनायाः पतिः सेनापतिः. विग्रहवाक्यं भवति सेनायाः पतिः. षष्टितत्पुरुषसमासः वा? उत्तमं. सेनां द्वितीयविभक्ति कर्मपदमस्ति. ईक्षुधातु वा? ईक्षुधातु सकर्मकधातुः अस्ति इति कृत्वा द्वितीयविभक्तिं स्वीकरोति कर्मपदम्. आत्मनेपदी वीक्षते, आत्मनेपदी अस्ति. सेनापतिः इति पदमस्ति. सेनापतिः इत्यस्मिन् स्थाने सेनानी इति पदमपि साधु एव, अथवा सैन्याध्यक्षः इत्यपि साधु एव. सेनापतिः इत्यस्य रूपाणि हरिशब्दवत् वक्तव्यानि भवन्ति. हरिशब्दवत् रूपाणि वक्तव्यानि. ईक्षु धातुः, ईक्षु दर्शने इत्यस्मिन् अर्थे अस्ति. भुवादिगणे अस्ति आत्मनेपदी धातुः. ईक्षते इति कर्तरी लट् रूपम्, ईक्ष्यते इति कर्मणि लट् रूपम् अस्ति. ईक्षु धातोः प्रसङ्गे इतोपि किं वक्तुं शक्यते? अत्र उपसर्गाः भिन्नाः भवन्ति चेत् भिन्नरूपाणि सिद्ध्यन्ति. अप इति उपसर्गस्य योजनेन किं भवति? अपेक्षते. निर् योजनेन? निरीक्षते. परियोजनेन? परियोजनेन परीक्षते. प्रायोजनेन? प्रेक्षणे, प्रेक्षते. वियोजनेन? वीक्षते. प्रतियोजनेन? प्रतीक्षते. संयोजनेन? समीक्षते. उपायोजनेन? उपेक्षते. उत्तमं भगिनि, साधु उक्तवती. भिन्नानि पदानि साधयितुं शक्नुमः. अपेक्षते, निरीक्षते, परीक्षते, प्रेक्षते, वीक्षते, प्रतीक्षते, समीक्षते, उपेक्षते. तत्र सन्धिकार्याणि भवन्ति, आत्मनेपदिरूपाणि एव. उपयोगः ईक्षते, उपेक्षते. गुणसन्धिः अत्र अस्ति, किन्तु प्रतीक्षते इत्यत्र सवर्णदीर्घसन्धिः अस्ति. इत्युक्ते भिन्नसन्धिकार्याणि भवन्ति. उपसर्गाणां भेदेन भिन्नक्रियापदानि सिद्ध्यन्ति. साधु भगिनी. सूर्यकुमारी भगिनी अग्रिमं वाक्यं वदतु. सात्विकाः यजन्ते, देवाः बहुवचनम् अस्ति. द्वितीय बहुवचनं सात्विकाः देवान् यजन्ते. सात्विकः अकारान्तपुल्लिङ्गः, प्रथमाविभक्त बहुवचनं सात्विकाः. देवः अपि अकारान्तपुल्लिङ्गः, द्वितीयबहुवचनं देवान्. क्रियापदमस्ति यजन्ते. आत्मनेपदी धातुः यज् धातुः. बहुवचनं यजन्ते. यजन्ते इति अस्ति खलु, तस्य रूपाणि एकवारं स्मारयतु. यजते, यजेते, यजन्ते. इतोपि लिङ्ग् लिङ्ग् पुरुष भगिनि, मध्यमपुरुषरूपाणि. यजसि, यजेते, यजद्वे, यजावहे, यजामहे. साधु भगिनी, आत्मनेपदरूपाणि एवं सम्भवन्ति. अत्र सात्विकाः इति पदमस्ति, सत्त्वगुणसञ्जातः. सत्त्व इति पदात् सात्विक इति पदं साधितं, सत्वात् आगतं सात्विकम्. इदं पदं तद्धितान्तं पदमस्ति. सत्त्वगुणसञ्जातः सात्विकः. वाक्यं पश्यतु. सात्विकाः देवान् यजन्ते, राजसाः तामसाः किं किं कुर्वन्ति. भगवद्गीतायां सप्तदश अध्यायः अस्ति, श्रद्धात्रयविभागयोगः, 17th चाप्टर्, श्रद्धात्रयविभागयोगः. तत्र राजसी श्रद्धा नाम किं, सात्विकी श्रद्धा, राजसी श्रद्धा, तामसी श्रद्धा नाम किम् इति उक्तमस्ति. इत्युक्ते आहत्य श्रद्धा त्रिधा भवति, त्रिधा उच्यते श्रद्धा. रजसः आगता श्रद्धा राजसी, सत्वात् आगता सात्विकी, तमसः आगता श्रद्धा तामसी श्रद्धा. केवलं सात्विकाः एव देवान् यजन्ते खलु. अत्र राजसी श्रद्धा नाम किम्, सात्विकी श्रद्धा नाम किम्, कोऽपि वक्तुमिच्छति चेत् वदन्तु. इदं वाक्यं गीतायाः वाक्यमस्ति, सात्विकाः देवान् यजन्ते. अग्रिमं वाक्यं करोतु सूर्यकुमारी भगिनी, भवती एव वदतु. अग्नयः अग्नयः उपसेवन्ते, अग्नयः विषयाः अग्नयः विषयान् उपसेवन्ते. अग्नयः यः ज्ञानं नास्ति सः अग्नयः. अग्नयः अकारान्तपुल्लिङ्गभगिनि. उत्तमम्. अग्नयः इति पदमस्ति खलु, अग्नयः इति कीदृशं पदं? नन्त तत् नन् साधु वदतु. नन्तत्पुरुष नैतत्पुरुषसमासः अस्ति. अग्नयः इति नैसमासः एव. ज्ञानशून्यः, विशेषज्ञानशून्यः इत्युक्ते यः न जानाति अथवा मूर्खः. अग्नयः विषयान् उपसेवन्ते. अत्र उपसेवन्ते इति लिखितमस्ति, भवती जानाति एव. सेवते इति आत्मनेपदरूपम् अस्ति. उप इति उपसर्गस्य योजनेन अत्र भिन्न अर्थः अस्ति. अज्ञाः विषयान् उपसेवन्ते इत्युक्ते किम्? विषयान् उपसेवन्ते. उपसेवन्ते इत्युक्ते सेवन्ते, सेवन्ते तदर्थं विषय समीक्षणं करोति. उपसेवन्ते समीपं गच्छति न करोति. सेवने इत्यस्मिन् अर्थे सेवते इति धातुः अस्ति, किन्तु अत्र उप उपसर्गस्य योजनेन भिन्न अर्थः अस्ति. अज्ञाः उपसेवन्ते, तत्र उपसेवन्ते इत्युक्ते अडिक्टेड् टु. मूर्खजनाः अथवा ज्ञानशून्याः किं कुर्वन्ति? ज्ञानशून्याः विषयान् उपसेवन्ते खलु. सेवते इति लट्लकाररूपम् अस्ति, किन्तु कर्मणि रूपं सेव्यते. इदं वाक्यं कर्मणि प्रयोगे परिवर्त्य वदतु. अग्नैः विषयाः विषयः सेव्यन्ते. उपसेव्यन्ते. उपसेव्यन्ते. अग्नैः विषयाः उपसेव्यन्ते. इतोपि किम् उक्तमस्ति गीतायाम्? अग्न्यश्च अश्रद्धधानश्च संशयात्मा विनश्यति. अग्न्यः विनश्यति, अश्रद्धधानः विनश्यति, संशयात्मा विनश्यति. विशेषरीत्या उक्तमस्ति, अज्ञाः विषयान् उपसेवन्ते, तदर्थम् अज्ञः विनश्यति. अज्ञः इत्युक्ते विशेषज्ञानशून्यः खलु. उत्तम. अज्ञाः पुरुषाः एडिक्टेड् टु विषयाः इति अत्र वार्ता. अग्रिमं वाक्यं भवती एव करोतु. अर्जुनः कृष्णम् उपसेवते इति भवितुमर्हति मम भगिनि, इत्युक्ते अर्जुनः कृष्णम् उपसेवते, एडिक्टेड् टु. किन्तु अत्र तु वर्षिप् एव अत्र न भगिनि, पूज्यते इत्युक्ते सेवते इति तस्य अर्थः भिन्नः, किन्तु अत्र सन्दर्भम् आश्रित्य विषयान् उपसेवन्ते अज्ञाः वदतु. अत्र तु अवगतं, अत्र तु अडिक्टेड् टु एव सन्दर्भे अस्ति, किन्तु यदि इति मम प्रश्नम् इत्युक्ते भवितुम् अर्हति वा अर्जुनः इत्युक्ते अहं देवान् उपसेवे इति भवितुम् अर्हति वा? भवितुं शक्नोति विवक्षानुगुणम्. अस्तु अस्तु तदेव. अपि च अज्ञः इति नैस् मासः अस्ति इति उक्तवती खलु, तत्र सूत्रमस्ति नलोपो नय्यः इति सूत्रम्. नलोपो नय्यः इति सूत्रेण नैस् मासः विधीयते. तत्र इतोपि ज्ञातव्यः अंशः कः? सत्यम् असत्यम्, धर्मः अधर्मः. पश्यन्तु, एकम् अस्ति चेत् अनेकम्, ईदृशानि पदानि समस्तपदानि. तेषु पदेषु नैसमासः अस्ति. नैसमासस्य प्रसङ्गे उत्तरपदस्य आदिमवर्णः अच्वर्णः. उत्तरपदस्य आदिमवर्णः अच्वर्णः अस्ति चेत् तत्र नुट् आगमः भवति. साधारणतया वयं किं शृणुमः? नुम आगमः इति वयं जानीमः, किन्तु नैसमासस्य प्रसङ्गे नुट् आगमः भवति. नुट् आगमः, तस्मान् नुडचि, तस्मात् नुट् अचि इति सूत्रम्. पदविच्छेदं कुर्मः चेत् तस्मात् नुट् अचि, तस्मान् नुडचि इति सूत्रेण उत्तरपदस्य आदिमवर्णः अचिवर्णः अस्ति चेत् नुट् आगमः भवति, नकारः आयाति. तदर्थमेव एकम् अनेकम्, ऐक्यम् अनैक्यम्, ईदृशानि पदानि बहूनि पदानि सन्ति. आर्यः अनार्यः, ऋणी अनृणी, अश्वः अनश्वः. पश्यन्तु, अनश्वः अनार्यः अनृणी अनृणी इति कथनेन तत्र रु इति अचुवर्णः अस्ति इति कृत्वा अनृणी इति रूपं भवति. ईदृशानि पदानि बहूनि पदानि वयं जानीमः एव. इष्टं भगिनी, तत्र अहम् अनहम् अपि इति दृष्टवन्तः अपि. उत्तमम्. अहम् अनहम्, न ईश्वरः अनीश्वरः, न आर्यः अनार्यः, न इष्टम् अनिष्टम्. अयिष्टम् इति न वदामः. अयिष्टम् इति रूपम् असाधुरूपम्. संस्कृतभाषायाम् अनिष्टम् इति वक्तव्यम्. इष्टम् इति पदस्य आदिमवर्णः ईकारः अचुवर्णः अस्ति इति कृत्वा तत्र रूपम् अनिष्टम्. एवमेव एकाच् अनेकाच्. शोभा भगिनी, अनेकाच् अनेकाच्, हा, तत्र एकाच् इति एकमेव अच् वर्णस्थ स्वरः इति. अनेकाच् तत्र पुनः तत्र नै तत्पुरुष एव. आ योगः तत्र नुट् आगच्छति चेत् आ योगः नुट् योगः एकाच्, टकारस्य टित् भूत्वा नु इति तिष्ठति तत्र. तत्र अनेकाच् तत्र गुणः भूत्वा अत्र उकारः अपि अपगच्छति, नकार एव तिष्ठति. क्षम्यतां, नकार एव तिष्ठति. तदनन्तरं ना योगः ए ने भवति, अनेकाच् इति भवति वर्णमेलनेन. अनेकाच् इत्युक्ते एकाच् नास्ति इति अर्थे. उत्तमम्. एकाच् नास्ति अनेकाच्. तत्र विग्रहवाक्यं कथं वक्तव्यं? न एकाच् अनेकाच्, न अश्वः अनश्वः, न इष्टम् अनिष्टम्, न ऐक्यम् अनैक्यम्, न ऋणी अनृणी, न आर्यः अनार्यः. उत्तरपदस्य आदिमवर्णः अचुवर्णः अस्ति चेदेव नुट् आगमः भवति. न धर्मः अधर्मः, न सत्यम् असत्यम्, न न्यायः अन्यायः इति रूपाणि भवन्ति. नैसमासस्य विषये तावदेव. अष्टादशवाक्यमस्ति. सूर्यकुमारी भगिनी, भवती एव वदतु. भगिनि, शङ्खघोषः व्यनुनादयति पृथ्वी, इकारान्त स्त्रीलिङ्गपदमस्ति. शङ्खघोषः पृथ्वीं व्यनुनादयति, वि उपसर्गः अनुनादयति, व्यनुसन्धि भवति, व्यनुनादयति. नादयति इति कीदृशं पदम्? नादयति स्वरादिगण नादि निजन्तरूपं. निजन्तरूपं, निजन्तरूपम्. तत्र नद् धातोः रूपं नद्यति, नदति, नदति, नदति. निजन्तरूपं नादि योगः लट्लकार नादयति. नद् धातुः अस्ति, नद् धातोः अणिजन्त लट् रूपं नदति किन्तु अत्र प्रेरणार्थे णिच् योजितः इति कृत्वा नादयति वियोगः अनुयोगः नद् योगः णिच् नद् योगः णिच् किं भवति अनु उपसर्ग भवति वियोगः अनुयोगः नादयति उत्तमं तत्र यण् सन्धिः अस्ति व्यनुनादयति शङ्खस्य घोषः पृथ्वीं व्यनुनादयति शङ्खस्य घोषः शङ्खघोषः शङ्खस्य आम् षष्ठी सत्पुरुष नद् धातुः अणोपदेशधातुः अस्ति चेत् किं भवति उपदेशावस्थायां तस्य रूपम् अणादौ अस्ति प्रणयति लौकिकधातोः रूपं साधयितुम् अणोनः इति सूत्रं कार्यं करोति अव्यक्ते शब्दे इत्यस्मिन् अर्थे अणादौ इति मूलधातोः रूपम् अस्ति तस्मात् अणोनः इति सूत्रेण नद् इति लौकिकधातोः रूपं सिद्ध्यति यथा वद् धातोः रूपं वदति णिजन्तरूपं वादयति एवमेव अत्र लौकिकधातोः रूपं नद् अस्ति लट्लकाररूपं नदति णिजन्तरूपं नादयति नादयति इत्युक्ते प्रेरणार्थ शङ्खेन शङ्खघोषः पृथ्वीं नादयति सकर्मकपदम् अत्र व्यनुनादयति इति पदं दत्तमस्ति तस्य अर्थः कः वियोगः अनुयोगः नादयति विशिष्ट शब्दः वि अनुनादयति वि उपसर्गसहित बृहत् भवति मम प्रश्नः तु अस्य अर्थः कः शङ्खघोषः पृथिवीं व्यनुनादयति इत्युक्ते रीसौण्ड् मेकिङ्ग् रीसौण्ड् मेकिङ्ग् लौड् सौण्ड् व्यनुनादयति इत्युक्ते रीसौण्ड् एकोड् युद्धरङ्गे शङ्खघोषः पृथिवीं व्यनुनादयति खलु उत्तमं साधु इदानीं रोहिणी भगिनी भवती पठतु अग्रिमं वाक्यं त्वं कुरून् पश्य कुरुशब्दः तस्य द्वितीयबहुवचनं कुरून् त्वम् एकवचनं युष्मत् शब्दस्य प्रथमविभक्ति एकवचनं पश्य इति रूपं पश्यति दृष्टादोः पश्य आदेशः इति चिन्तयामि उत्तमम् अत्र लकारः कः लकारः लोट् लकारः उत्तमम् अत्र रूपाणि भवन्ति पश्यतु पश्यतां पश्यन्तु पश्य पश्यतं पश्यत पश्यानि पश्याव पश्याम खलु इतोपि अत्र किं ज्ञातव्यं कुरून् पश्य तस्मिन् प्रसङ्गे वदतु कुरुशब्दः तस्य द्वितीयव्यक्ति बहुवचनं कुरुन् कुरु कुरु कुरु कुरवः कुरुं कुरु कुरून् उत्तमम् अत्र त्वम् इति युष्मत् शब्दः युष्मत् प्रातिपदिकं त्वा हौ सौ इति सूत्रमस्ति इति मया पठितं त्वा हौ सौ इति सूत्रेण त्वम् अहम् इति रूपाणि सिद्ध्यन्ति युष्मत् शब्दः त्वम् इति त्वं शब्दस्य रूपाणि वक्तुमिच्छति वा अग्रे सरेम चिन्ता मास्तु दृश् धातोः रूपमेव पश्य सार्वधातुकलकारेषु लट् लोट् लङ् विधिलिङ् एतेषु लकारेषु पाघ्राध्मा इति दीर्घसूत्रेण दृश् स्थाने पश्य आदेशः भवति इति कृत्वा अत्र रूपं लोट् लकार मध्यमपुरुष एकवचनरूपं पश्य इति दत्तमस्ति अस्मत् शब्दस्य प्रसङ्गे अहम् इति रूपं सिद्ध्यति युष्मत् शब्दस्य प्रसङ्गे त्वम् इति रूपं सिद्ध्यति द्वयोः कृते एकं सूत्रमस्ति त्वा हौ सौ इति सूत्रेण त्वम् इति रूपम् अपि च अहम् इति रूपं सिद्ध्यति विंशं वाक्यं पठतु अयं हरिम् उपास्महे अहं शब्दस्य बहुवचनं वयम् अहम् आवां वयं हरि हरिशब्दस्य द्वितीया हरिम् उपास्महे उप आस्महे आस्धातोः नकारे न जानामि भवती जानाति वा अदादिगणे एकः धातुः अस्ति आस उपवेशने इत्यस्मिन् अर्थे आस उपवेशने इत्यस्मिन् अर्थे सः धातुः आत्मनेपदीधातुः तस्य रूपाणि आस्ते आसाते आसते आस्ये आसाथे आध्वे आसे आस्वहे आस्महे इति रूपाणि भवन्ति अत्र उपसर्गः कः उप इति उपसर्गः श्रुतवती खलु उपास्महे इति पदम् अगजाननपद्मार्कम् इत्यस्मिन् श्लोके अपि आयाति खलु वदतु श्लोकं न स्मरामि श्रुतवती एव उत्तमम् अगजाननपद्मार्कं गजाननमहर्निशम् अनेकदं तं भक्तानाम् एकदन्तम् उपास्महे अनेकदम् इत्यत्र पदविच्छेदः करणीयः अनेकदं तम् एकदन्तम् उपास्महे इति उक्तमस्ति उपास्महे इति उप उपसर्गपूर्वकः आस् धातुतः निर्मितं पदम् उत्तमपुरुष बहुवचनरूपम् उपास्महे भगिनी तत्र अनेकदम् इत्यस्य अनेकवारम् इति वा ददाति तत्र अनेकदन्तं तम् एकदन्तम् उपास्महे अनेकदन्तम् अनेकदं महोदय एकम् अन्य पद अस्ति अगजाननपद्मार्कं गजाननम् अहर्निशम् अनेकदन्तं भक्तानाम् एकदन्तम् उपास्महे तत्र मया किं श्रुतम् इत्युक्ते अस्मिन् श्लोके शब्दालङ्कारः अस्ति अनेकदन्तं तत्र पदविच्छेदं कृत्वा वक्तव्यम् अनेकदं तम् अनेकदः जलदः जलदः इत्युक्ते मेघः जलं ददाति उपपद तत्पुरुषसमासः अस्ति अनेकदः दः इत्युक्ते तत्र अनेक ददाति इति अर्थे वा अनेक ददाति अस्तु धन्यवादः भगिनि अनेक ददाति ददति क्षमतां ददति ददति न ददाति एव ददाति एव अस्मिन् श्लोके तु बहूनि पदानि द्वितीयाविभक्त्यन्तपदानि अनेकदन्तम् इति न वक्तव्यं तम् उपास्महे इति तत्र लघुवाक्यमस्ति तम् उपास्महे इति अनेकाः आशीर्वादाः ददाति इति अर्थे वा अनेकदः इति समस्तपदं तत्र अस्तु अनेक इत्यस्मिन् पदे नैसमासः अस्ति यदेकं नास्ति तत् अनेकम् अनेक कीदृशपदं भगिनि तत्र न समासप्रसङ्गे उपपद तत्पुरुषसमासः इति एकः समासः अस्ति उपपद तत्पुरुषसमासस्य उदाहरणम् इदं कुम्भं करोति कुम्भकारः एवमेव जलं ददाति जलदः शास्त्रं जानाति शास्त्रज्ञः ईदृशानि पदानि उपपदतत्पुरुषसमासस्य उदाहरणानि अत्रापि अनेकदः इति पुंलिङ्गे समस्तपदमस्ति उपपदतत्पुरुषसमासयुक्तं पदं श्लोके कर्मपदमस्ति किमर्थं चेत् उपास्महे पश्यन्तु इतोपि अत्र ज्ञातव्यः अंशः कः धातुः उपवेशने अस्ति खलु उपवेशने इत्यस्मिन् अर्थे अयं धातुः अकर्मकः किन्तु उप इति उपसर्गस्य योजनेन सकर्मकः भवति इति भाति आस् धातुः उपवेशने इत्यस्मिन् अर्थे आस्ते आसाते आसते इति अदादिगणे अस्ति किन्तु अकर्मकः उपसर्गस्य योजनेन सकर्मक भवति भवति इति मन्ये चिन्तनीयम् इतोपि अग्रे करोतु रोहिणी भगिनी पितृव्रताः पितरं यान्ति क्षम्यतां पितॄन् यान्ति पितृव्रताः पितॄन् यान्ति पिता पितृशब्दस्य द्वितीयविभक्ति बहुवचनं पितॄन् इतोपि पितृव्रताः पितृशब्द एव पितॄन् नमस्यते व्रतरूपेण इति चिन्तयामि यान्ति इति लिखितमस्ति यान्ति इत्युक्ते या गच्छति बहुवचनरूपं याति ह्यादे यातः यातः यान्ति याति यातः यान्ति अयं धातुः अपि अदादिगणे अस्ति वार्ता का इत्युक्ते पितृव्रताः पितॄन् यान्ति इत्युक्ते पितृव्रताः पितृलोकं प्राप्नुवन्ति गीतायाः वाक्यमेव इदं पितृव्रताः तत्र बहुव्रीहिसमासः अस्ति विग्रहवाक्यं किं भवति पितृषु व्रतं येषां ते पितृषु व्रतं येषां ते इति विग्रहवाक्यं पितृव्रताः देवव्रताः देवव्रताः इत्युक्ते देवेषु व्रतं येषां ते देवव्रताः देवलोकं गच्छन्ति पितृव्रताः पितॄन् प्राप्नुवन्ति अथवा पितृलोकं प्राप्नुवन्ति ये जनाः पितृव्रताः सन्ति अथवा पितॄन् पूजयन्ति ते पितृलोकं प्राप्नुवन्ति तत्र श्लोकः अस्ति भूतानि यान्ति भूतेज्याः पितॄन् यान्ति पितृव्रताः मद्याजिनः मां यान्ति मम आराधकाः मां प्राप्नुवन्ति इति गीताश्लोकः अस्ति पितृव्रताः इति पदं बहुव्रीहिसमासयुक्तं पदं पश्यन्तु अत्र प्रातिपदिकं स्वीकृतमस्ति पितृ इति प्रातिपदिकम् अस्ति समस्तपदनिर्माणावसरे प्रातिपदिकं स्वीकर्तव्यं खलु नवमाध्याये पञ्चविंशः श्लोकः अयं पितृव्रताः पितॄन् यान्ति इति प्रसङ्गः कुत्र अस्ति नवमाध्याये पञ्चविंशः श्लोकः अयम् अग्रे करोतु दुर्योधनः चमूः दर्शयति चमू न जानामि भगिनि कर्मपदं योजयतु दुर्योधनः चमूः दर्शयति बहुवचने चमूः दर्शयति एकवचने वक्तुमिच्छामश्चेत् चमूं दर्शयति दर्शयति इति कीदृशं पदं दर्शनं दृश्यधातोः निचन्दरूपं दर्शयति तत्र नूतनधातुः कः दृश्यधातुः दृश्धातोः रूपमेव किन्तु निजन्तरूपं सूर्यकुमारी भगिनी भवती वदतु निजन्तरूपं दत्तमस्ति निजन्तधातुः कः निजन्तधातुः दर्शि योगः लट्लकार दर्शयति उत्तमं दृश्धातुतः पाघ्राद्मा दीर्घसूत्रेण पश्यति इति रूपं सिद्ध्यति किन्तु णिजन्तरूपम् अस्ति इति कृत्वा दृश्योगः णिज् इति कथनेन दृश्योगः इ तत्र गुणकार्यं भूत्वा दर्श् भवति दृश् दर्श् भवति दर्श्योगः इ दर्शि दर्शि इति नूतनधातुः दर्शि धातुतः दर्शयति इति णिजन्तलट्लकाररूपं सिद्ध्यति दुर्योधनः रणरङ्गे चमूं दर्शयति प्रयोजककर्ता प्रयोज्यकर्ता ग्रौणिकर्मपदं भगिनि प्रधानकर्मपदं गौणकर्मपदं भिन्नरीत्या वक्तुमिच्छामश्चेत् प्रयोज्यकर्ता एकः अस्ति प्रयोजककर्ता भिन्नः अस्ति णिजन्तवाक्येषु प्रयोज्यकर्ता भवितुमर्हति प्रयोजककर्ता अपि अहं सम्यक् न स्मरामि दृशेश्च इति एकं वार्तिकम् अस्ति दृशेश्च इति वार्तिकेन दृश् धातोः प्रसङ्गे णिजन्तानां विषये द्वितीया विभक्तिः भवति चिन्ता मास्तु रूपाणां प्रसङ्गे चिन्तयामः केतकी भगिनी भवती पठतु अस्मिन् पुटे किं लिखितं सर्वनामशब्दानां द्वितीया विभक्ति प्रयोगः सः सा प्रथमा सः सा सः सा स्त्रीलिङ्ग द्वितीया विभक्ति तं तां तौ ते ताः तान् ताः एषः एषा एतम् एताम् एतौ एते एतौ एते एते एताः एतान् एताः अहम् अहं माम् आवाम् आवां वयम् अस्माम् अस्मान् भवान् भवति भवन्तं भवति भवन्तौ भवत्यौ भवन्तौ भवत्यौ भवन्तः भवत्यः भवतः भवतीः त्वं त्वां युवां युवां युयं युष्मान् आहत्य किं लिखितम् अत्र अत्र सर्वनां शब्दानां विभक्ति प्रथमा द्वितीया पुल्लिङ्ग स्त्रीलिङ्ग नपुंसकलिङ्ग दत्तानि. उत्तमं. त्रिवचनानि. सूर्यकुमारी भगिनी अत्र किं लिखितं? रक्तवर्णैः कानिचन पदानि सन्ति, कृष्णवर्णैः लिखितानि पदानि कानिचन पदानि सन्ति. अत्र किं लिखितम् आहत्य? कर्मपदं लिखितम्. रक्तवर्णैः लिखितानि पदानि कर्मपदानि. सः शब्दस्य प्रसङ्गे प्रातिपदिकं किम्? एषः इत्यस्य प्रसङ्गे एतत् तत् इति प्रातिपदिकम् उक्तवती. तस्य रूपाणि त्रिषु लिङ्गेषु सम्भवन्ति खलु? भगिनि वदतु. सः पुल्लिङ्ग, सा स्त्रीलिङ्ग एकवचनं, तत् नपुंसकलिङ्गम्. इतोपि किं लिखितं? प्रथमपुरुषकर्तृपदानि दत्तानि. प्रथमपुरुषकर्तृपदानि इत्युक्ते सः, सा, एषः, एषा, भवान्, भवती, इमानि पदानि प्रथमपुरुषकर्तृपदानि. मध्यमपुरुषकर्तृपदं किम्? मध्यमपुरुषकर्तृपदं युष्मद् शब्दः. त्वम् अस्ति. त्वम्. उत्तमपुरुषकर्तृपदं किम्? अहम्. आहत्य प्रथमपुरुषकर्तृपदानि, मध्यमपुरुषकर्तृपदानि, उत्तमपुरुषकर्तृपदं दत्तमस्ति. एतेषां पदानां रूपाणि सप्तसु विभक्तिषु ज्ञातव्यानि. भवान् शब्दस्य रूपं भवान्, भवन्तं, भवती, भवतीं. रूपाणि वक्तुमिच्छति वा? हा भगिनि. भवान् शब्दः, भवान्, भवन्तौ, भवन्तः, भवन्तं, भवन्तौ, भवतः. भवती शब्दस्य रूपाणि? भवती, भवत्यौ, भवत्यः, भवतीं, भवत्यौ, भवतीः. त्वं शब्दस्य? त्वं, त्वं, त्वं, युवां, युवां, यूयं, त्वां, युवां, युष्मान्. अहं शब्दस्य? अहम्, आवां, वयं, माम्, आवाम्, अस्माम्. उत्तमं. तदेव. सः शब्दस्य रूपाणि, सा शब्दस्य रूपाणि, एतत् सर्वम् अस्माभिः ज्ञातव्यानि एव. अग्रे केतकी भगिनी भवती एव पठतु. अत्र अन्यानि सर्वनामपदानि सन्ति. कथं वक्तव्यम् इत्युक्ते तत् तत् इति एकवचनरूपम् अस्ति. एकवचनरूपं, तत् द्विवचनरूपं, एत् बहुवचनरूपं, तृतीय ते बहुवचनरूपम्. एतत्, एतत्, एते, एतत् द्विवचन, एतत्, एते, कः, का, किं, त्रीणि रूपाणि, कः पुल्लिङ्ग, का स्त्रीलिङ्ग, किं नपुंसकलिङ्ग, कं, कां, किं, कौ, के, सर्वः, सर्वा, सर्वं, सर्वं, सर्वां, सर्वं, सर्वौ, सर्वे, सर्वे, ते, एते, कौ, ते, एते, तानि, एतानि, तानि, एतानि, सेम्, कौ, के. भगिनी कथं पठनीयं? कथं पठनीयम् इत्युक्ते तत् ते तानि, तत् ते तानि, एतत् एते एतानि, कः कौ के, का के काः, किं के कानि, सर्वः सर्वौ सर्वे, सर्वा सर्वे सर्वाः, सर्वं सर्वे सर्वाणि. अत्र कृष्णवर्णैः लिखितानि पदानि प्रथमाविभक्तौ सन्ति, रक्तवर्णैः लिखितानि पदानि द्वितीयाविभक्त्यां सन्ति. तत्ते तानि, एतत् एते एतानि, कं कौ कान्, कां के काः, किं के कानि, तत् एतत् इति नपुंसकलिङ्गरूपम् अस्ति. किम् इति प्रातिपदिकम् अस्ति. किं प्रातिपदिकात् त्रिषु लिङ्गेषु रूपाणि सम्भवन्ति. इमानि रूपाणि अस्माभिः स्पष्टतया ज्ञातव्यानि. अग्रे पठतु. एतानि वाक्यानि भगिनि, एतानि वाक्यानि उच्चैः पठत. पितामहः तम् आह्वयति. तं, तत् रूपं द्वितीयं, द्वितीया एकवचनं तं. पितामहः, पितृ, पितृ, पितामहः, अत्र पश्यतु पितुः पिता इति वक्तव्यमस्ति. पितुः पिता एव पितामहः. स्त्रीलिङ्गे किं भवति? माता, मातृ, मातृ, माता, मातरः. न मम आशयः पितामहः इति पुंलिङ्गे दत्तमस्ति. पितामहः इति पदस्य रूपं स्त्रीलिङ्गे किं भवति? मातामह, पितामही इति भवति. पितामही, माता, ओ पितामही, पितामह सेम् अस्ति न भगिनी? पितामही इति स्त्रीलिङ्गे. तत्र ज्ञातव्यः अंशः कः इत्युक्ते दामहच् इति एकः प्रत्ययः अस्ति इति मया दृष्टं. दामहच् इति प्रत्ययस्य योजनेन पितामहः इति पुंलिङ्गपदं सिद्ध्यति. स्त्रीलिङ्गे पितामही इति भवति. तत्र णीष् इति स्त्रीप्रत्ययस्य योजनं भवति. षिद्गौरादिभ्यश्च, षिद्गौरादिभ्यश्च इति सूत्रेण णीष् प्रत्ययः विहितः भवति चेत् पितामही इति रूपं. तम् इति कर्मपदमस्ति, सः शब्दस्य रूपमस्ति. तम् आह्वयति. कम् आह्वयति? पितामह आह्वयति. कम् आह्वयति? का वदामि? तम् इत्यस्मिन् स्थाने एकं नामपदं योजयित्वा वदतु. पितामह राम, रामः आह्वयति. रामम् आह्वयति. रामम् आह्वयति. आह्वयति इति पदस्य प्रसङ्गे गोमती भगिनी किञ्चित् वदतु. ह्वेन्य इति धातुः अस्ति स्पर्धायाम् इति अर्थे. स्पर्धायां शब्दे आह्वाने च. ह्वेन्य धातु भ्वादिगणीय धातु, उभयपति धातु, अकर्मः अकर्मकः धातुः. आह्वयति अत्र आ उपसर्गपूर्वकः, ह्वे योग शप् योग तिप् इति. ह्वेन्य ल्यकारः यत् भूत्वा गच्छति. ह्वे अस्ति, ह्वे योग शप्, ह्वे योग शप् तत्र गुणः भवति. ह्वे इति धातुः एजन्तधातुः, यथा गै धातुः एजन्तधातुः इत्युक्ते एच् प्रत्याहारस्थवर्णः अस्ति. एजन्तधातुः अस्ति चेत् तत्र केवलम् एचोयवायावः इति सूत्रं, गुणकार्यस्य प्रसङ्गः नास्ति. एचोयवायावः अयोग ह्वे योग अयोग ति अय बिकम्स् हय योग अति ह्वयति इति भवति. एचु अयवायावः एव कार्यं करोति. आह्वयति इति लट् रूपं प्रथमपुरुष एकवचनं भवति. अत्र ह्वा ह्वेन् इति उभयपतिधातुः अस्ति. आह्वयति इति रूपम्, आह्वयते इति अपि भवितुम् अर्हति. तत्र अहं पश्यामि, दृष्टवती भगिनी, निसमुप विभ्यो ह्वः इति सूत्रेण नि सम् उप वि एते उपसर्गयोगे आत्मनेपदं संज्ञा एव भवति. तत्र निह्वयते, संह्वयते, उपह्वयते, विह्वयते, एक एव रूपं भवति आत्मनेपदीरूपम्. अत्र तु आह्वयति, आह्वयते इति अपि भवितुमर्हति इति चिन्तयामि. किमर्थं चेत् तत् उभयपदी अस्ति, धातुः उभयपदी धातुः. आ इति उपसर्गः अस्ति इति कारणतः आह्वयति, आह्वयते इति रूपमपि साधु एव. ह्वेङ् धातः एचोयवायावः इति सूत्रेण ऐ आदेशः भूत्वा ह्वायि इति रूपमस्ति. शप् इत्यस्मात् अकारः आयाति, ह्वायाति. अग्रिमं वाक्यं गीताञ्जलि भगिनी भवती पठतु. धर्मराजः त्वं वदति. धर्मराजः कर्तृपदं पुंलिङ्गम् एकवचनरूपं. त्वम् इति अत्र त्वम् अस्ति, क्षम्यतां, तं तं क्षम्यतां भगिनि, तम् इति द्वितीयविभक्ति एकवचनरूपम् अस्ति. धर्मराजः तं, तम् इति कर्मपदं, तं वदति इत्युक्ते कं वदति, तं वदति, सर्वनामपदमस्ति. सः तौ, ते, तं, तौ, तान् इति रूपाणि सन्ति तत्र. वदति तु वद् धातुतः लट् रूपम् अस्ति तत्र. साधु व्यक्तायां वाचि इति अर्थे वद् धातुः अस्ति. अग्रे करोतु. हिडम्बा कं मारयति. हिडम्बा आकारान्त स्त्रीलिङ्ग रूपमस्ति. रमावत् अस्ति. हिडम्बा कर्तृपदं प्रथमाविभक्ति. कं मारयति कम् इति प्रश्नवाचकपदमस्ति. किं तः आयाति. कः कौके कं कौकान् इति द्वितीयविभक्ति एकवचनरूपं. मारयति मारयति इति धातु इति णिजन्तरूपम् अस्ति वा. णिजन्तं मृङ् इति धातुः अस्ति. प्राणत्यागे इत्यस्मिन् अर्थे लट्लकाररूपं म्रियते. किन्तु अत्र मारयति इति रूपम् णिजन्तरूपं दत्तमस्ति. मृङ् धातुतः म्रियते इति रूपं कथं साधनीयं तस्मिन् प्रसङ्गे ऋङ्क्षय ग्लिङ्क्षु इति एकं सूत्रमस्ति. ऋङ्क्षय ग्लिङ्क्षु इति सूत्रेण मृ धातुतः म्रियते. धातुः द्रु अस्ति चेत् द्रियते. मृ अस्ति चेत् म्रियते. म्रियते मारयति. मारि इति नूतनधातुः णिजन्तधातुः. अपि च अत्र हिडिम्बायाः पतिः कः. हिडिम्बः इति एकः राक्षसः. हिडिम्बा इति तस्य भगिनी. हिडिम्बस्य भगिनी हिडिम्बा. अत्र हिडिम्बा इति आकारान्तपदमस्ति. राक्षसी राक्षसः राक्षसी. अग्रे करोतु. सः मां वदति. सः प्रथमाविभक्ति कर्तृपदं. मां द्वितीयविभक्ति अस्मत्पदम्. अहम् आवाम् अहम् आवां वयं माम् आवाम् अस्मान् इति माम् आयाति. इत्युक् वदति अपि समान समानेव. सः मां वदति तत्र. अग्रिमम् एषा एतौ जानाति. एषा इति स्त्रीलिङ्गं पदमस्ति. एषा प्रथमविभक्ति एकवचन सर्वनामपदम्. एषा एतौ जानाति. एतौ इति द्वितीयविभक्ति कर्मपदं द्विवचनम्. एतौ जानाति इत्युक्ते कर्तृपदं तु एकवचनं, कर्मपदं द्विवचनम् इति. जानाति ज्ञा धातुतः ज्ञाजनोर्जा इति सूत्रेण ज्ञा जा भवति. तत्र जानाति श्ना अस्ति खलु क्रियादिभ्यः. श्ना आयाति न आयाति तत्र मध्ये. श्ना क्रियादिगणे अस्ति. जानाति इति प्रथमपुरुष एकवचन अत्र. एतौ इति पदस्य रूपं द्वितीयाविभक्ति द्विवचनरूपम् अस्ति. पुंलिङ्गे अस्ति. अत्र रूपाणि वदतु. एषा शब्दस्य रूपाणि. एषा एते एताः एताम् एते एताः इति तु स्त्रीलिङ्गं रूपाणि. एतौ एतौ इति तु पुंलिङ्गं रूपम् अस्ति. एषः एतौ एते एतम् एतौ एतान् पुंलिङ्गं पुंलिङ्गरूपम् अस्ति. ज्ञाधातुः नवमे गणे अस्ति. क्रियादिगणे अस्ति इति कृत्वा तत्र ज्ञाजनोर्जासूत्रेण ज्ञास्थाने जा आदेशः भवति. पश्चात् श्ना इति विकरणप्रत्ययः भागः. ना इति रूपम् अस्ति. जा योगः ना योगः ति जानाति इति रूपम्. अग्रे करोतु. कृपया आवां कथयतु. अस्तु कथयतु अस्ति. एतेन वयं जानीमः कर्तृपदमपि एकवचनमस्ति. दत्तं नास्ति अत्र. कृपया आवां कथयतु. कृपया इति किं क्रियाविशेषणम् इति मन्ये भगिनी. कृपया अस्मिन् वाक्ये कर्तृपदं नास्ति. कर्मपदम् अस्ति. कृपया कथयतु वदतु. इत्युक्ते कर्तृपदं न दत्तं किन्तु एकवचनम् अस्ति इति तु वयं जानीमः, अपि च प्रथमपुरुष अपि अस्ति. आवां कथयतु, आवां कर्मपदम् अस्ति, आवां तु अस्मत्पदस्य द्वितीयविभक्ति एकवचन द्विवचनं रूपम् अस्ति. आवां कथयतु इत्युक्ते आवां वदतु इति कृपया, किन्तु कृपया इति विषये भगिनी इति क्रियाविशेषणं वा तत्र कृपया चिन्तयितुं शक्नुमः. तृतीयान्तं रूपं कृपया कथयतु, कृपा इति स्त्रीलिङ्गपदमस्ति इति कृत्वा कृपया कथयतु, तदेव संस्कृतभाषायाः सौन्दर्यमस्ति. अत्र कर्तृपदं नास्ति चेदपि अवगन्तुं शक्नुमः. कथयतु इत्यत्र प्रथमपुरुष एकवचन लोट्लकाररूपं दत्तमस्ति. कथयतु धातोः प्रसङ्गे वक्तुमिच्छति वा? कथ् धातु अस्ति, चूरादिगणे अस्ति इति मन्ये भगिनी. कथ इति धातोः रूपम् अस्ति, तत्र एकं विशिष्टं कार्यं भवति. अतो लोपः इति सूत्रेण अकारलोपः भूत्वा कथ इत्यस्य रूपं कथ् भवति. कथ् योगः इ, णिच् इत्यस्मात् इकारः आगतः, कथ् योगः इ कथि इति णिजन्तधातुः. अत्र अधोलोपः इति सूत्रस्य कार्यमपि अस्ति. कृपा इत्यस्य प्रसङ्गे वदतु. कृपा इति स्त्रीलिङ्गं पदं, कृपा तस्य किम् आकारान्त अस्ति, प्रत्यय डाप् वा डाप् प्रत्ययस्य आयाति भगिनि, न जाने. मया किं दृष्टमित्युक्ते प्रत्युपकार अनपेक्षया परदुःख प्रहरणेच्छा, प्रत्युपकार अनपेक्षया परदुःख प्रहरणेच्छा कृपा, अथवा भिन्नरीत्या वक्तुमिच्छामश्चेत् अनुग्रहेच्छा. अनुग्रहः इत्युक्ते कृपा. साधु भगिनी उत्तमरीत्या उक्तवती. शुभदा भगिनी भवती करोतु. क्षम्यतां भगिनी, पुनः वदतु अन्तिमं किं वदत् उक्तवती? अनुग्रह इच्छा. ओ, अनुग्रहेच्छा. अस्तु अस्तु, अवगच्छ. भगिनी एकः प्रश्नः अस्ति. वदतु. कृपया अव्ययं न भवति वा? इतोपि चिन्तनीयं. कृपया कृपा इति स्त्रीलिङ्ग आकारान्तरूपं क्रप् धातुतः भवति. क्रप् कृपायां गतौ च भादिगणीयधातुः, क्रप् योग अङ् क्रपे सम्प्रसारणं भवति, अतः तत् कृप् इति भवति. कृप् अङ् दीर्घमपि भवति सम्प्रसारणच्च इति, अतः कृपा इति रूपं भवति. अव्ययम् इति न दत्तमस्ति भगिनि. प्रत्युपकारानपेक्षया परदुःखप्रहरणे प्रहरणेच्छायाम् इति अहमपि दृष्टवती. भगिनी किम् उक्तवती? धातुः क्रप् धातुः. क्रप् इति कथनेन तत्र रेफः अस्ति. रेफः अस्ति, तस्य स्थाने सम्प्रसारणं भूत्वा रेफस्य स्थाने रुकारः आयाति. सम्प्रसारणकार्यं यण्सन्धेः आपोजिट् कार्यम् अस्ति. अत्र सम्प्रसारणं भूत्वा रेफस्य स्थाने रुकारः आगतः. सम्प्रसारणकार्यं भूत्वा तेन कृपा इति पदं सिद्धम्. शुभदा भगिनी अग्रे पठतु. कृष्णः युष्मान् रक्षतु. अत्र कृष्णः इति कर्तृपदं, युष्मान् इति युष्मत् प्रातिपदिकस्य द्वितीया विभक्ति बहुवचने, युष्मान् इति कर्मपदमस्ति अतः द्वितीया विभक्ति बहुवचने युष्मान् इति रूपं भवति. अपि च रक्षतु, रक्ष इति धातुः, रक्षधातुः सकर्मकः अस्ति इति अहं चिन्तयामि. रक्ष इति भुवादिगणीय परस्मैपदिधातुः अस्ति, तस्य लोट्लकाररूपं प्रथमपुरुषे एकवचने रक्षतु इति भवति. कृष्णः युष्मान् रक्षतु. अधिकं किं भगिनि? तदेव कृष् धातुतः निर्मितं पदं कृष्णः, तत्रापि षकारस्य प्रभावेण णकारः आगतः. कृष्णस्य अन्यनामानि भवन्तः सर्वे जानन्ति एव. वासुदेवः इति पदमस्ति, वासुदेवः इति तद्धितान्तं पदमस्ति. वसुदेवस्य अपत्यं पुमान् वासुदेवः रक्षतु इति लोट्लकाररूपमस्ति अतु इति सिद्धतिङ् प्रत्ययः अस्ति लोट्लकारप्रसङ्गे प्रथमपुरुष एकवचनप्रत्ययं साधयितुम् एरुः इत्येकं विशिष्टं सूत्रं कार्यं करोति एरुः इति सूत्रेण अतु इति सिद्धतिङ् प्रत्ययस्य निर्माणं भवति अग्रे करोतु गृध्रः तान् शवान् खादति अत्रापि गृध्रः इति कर्तृपदं प्रथमाविभक्ते एकवचने गृध्रः इति एकः पक्षी अस्ति तान् शवान् खादति शवान् इति कर्मपदं तस्य द्वितीया विभक्ति बहुवचने शवान् इति भवति तस्य सर्वनाम विशेषणमस्ति तत्र तान् इति भवति तान् इत्यस्य प्रातिपदिकं तु तद् इति अस्ति तस्य प्रथमाविभक्ति बहुवचने पुल्लिङ्गे द्वितीयाविभक्ति बहुवचने तान् इति भवति अतः तान् शवान् इति रूपं रूपे भवति भवतः खादति इति खादधातोः लट्लकारे प्रथमपुरुषे एकवचने खादति इति रूपं भवति पक्षी इति उक्तवती खलु पक्षी इत्यस्य प्रातिपदिकं किम् पक्षिन् नकारान्त हलन्तव पक्षी पक्षिणौ पक्षिणः गृध्रः इति पक्षिविशेषः इति वक्तुं शक्यते पक्षिभेदः पक्षिविशेषः गृध्रः इत्युक्ते आङ्ग्लभाषया वक्तुमिच्छामश्चेत् वल्चर् खाद्धातौ अपि अनुबन्धवर्णाः सन्ति खाद्धातौ अनुबन्धवर्णः अनुनासिकरुकारः अनुनासिकरुकारः इति संज्ञकः अस्ति उपदेशेजुनुनासिके इत्यनेन तस्य लोपः भूत्वा खाद् इति लौकिकधातोः निर्माणं भवति शवः इति पुंलिङ्गशब्दः शवः इत्युक्ते डेड् बाडि मृतदेहः इति उत्तमं मृतदेहः गतप्राणः गतप्राणः इमानि पदानि समस्तपदानि शवः इत्युक्ते मृतदेहः गतप्राणः मृतशरीरम् एव शवः शवः भिन्नः शिवः भिन्नः खलु उत्तमम् अत्र गतप्राणः इति बहुव्रीहि भवति भगिनि गताः प्राणाः यस्य सः पञ्चप्राणाः सन्ति इति कृत्वा गताः प्राणाः यस्य गताः प्राणाः गृध्रः इति पुंलिङ्गशब्दः अस्ति स्त्रीलिङ्गे गृध्री इति अग्रिमं वाक्यं धर्मः अस्मान् रक्षति धर्मः इति धर्मः इति कर्तृपदं तस्य पुल्लिङ्गे प्रथमाविभक्ति एकवचने धर्मः इति अस्मान् इति अस्मद् सर्वनामस्य द्वितीयाविभक्ति बहुवचने तत् कर्मपदमस्ति रक्षति पुनः एकवारं रक्ष इति धातुः सकर्मकधातुः तस्य लट्लकारे प्रथमाविभक्ति एकवचने रक्षति इति रूपं धर्मः इति ध्रु इति धातोः घयन्तरूपमस्ति वा मया किं पठितम् इत्युक्ते ध्रुधातुतः मनिन् इति उणादिप्रत्ययेन निर्मितम् इति पठितं साधु भगिनी इदानीं शोभा भगिनी भवती किञ्चित् पठतु एकः प्रश्नः अत्र जानाति इति रूपं वयं दृष्टवन्तः तत्र ज्ञा इति धातोः अष्टाध्यायी डाट् काम् मध्ये परस्मैपदी इति दत्तमस्ति परन्तु भवति वयं तत् उद्घाटयामः तत् तदा द्वे रूपे द्वे पदे तत्र दत्ताः सन्ति परस्मैपदी अपि च आत्मनेपदी तत् आत्मनेपदीरूपं कदा कोऽपि प्रसङ्गः अस्ति वा प्रसङ्गवशात् आत्मनेपदं भवति किमर्थं चेत् तस्य रूपं तु ज्ञा इति वयं सर्च् मध्ये ज्ञा इति वयं तत्र लिखामः तत्र प्रस्मैपदी इति भवति परन्तु वेन् यु ओपन् इट् द्वे आत्मनेपदी अपि च परस्मैपदी द्वे रूपाणि दत्तानि सन्ति तत्र अवबोधने इति उभयपदी अस्ति भगिनि आम् न जाने इति वदामि चेत् जाने इति हिन्दीभाषायाः शब्दः नास्ति जाने इति संस्कृतभाषायां हिन्दीभाषायाम् एव जाने इति पदमस्ति इति वयं चिन्तयामः, किन्तु जाने इति ज्ञा धातोः उत्तमपुरुष एकवचनरूपं, वदतु। तत्तु अवगतं भगिनि, परन्तु किमर्थं तत्र परस्मैपदी इति दत्तमस्ति? क्रियादिगणे अस्ति, वदतु। दिवादि अस्ति वा? दिवादि न, क्रियादि ओन्लि। ज्ञा अवबोधने क्रियादिः परस्मैपदी सकर्मकः अनिट् इति दत्तमस्ति, परन्तु परस्मैपदी इति दत्तमस्ति, परन्तु तत्र आत्मनेपदी अपि च परस्मैपदी रूपाणि दत्तानि सन्ति। देट् वास् मै क्वश्चन्। अहं चिन्तितवती कोऽपि किमपि सूत्रमस्ति वा अतः आत्मनेपदी रूपाणि वयं प्रयुज्महे तदा कदा प्रयुज्महे, किमपि सूत्रमस्ति वा तत्र इति मम विचारः आसीत्, अतः पृच्छामि। आत्मनेपदीनां कृते परस्मैपदीनां कृते तत्र सूत्राणि सन्ति। स्वरितनित्यकर्तृभिप्राये क्रियाफले गोमती भगिनी उक्तवती कस्मिन् प्रसङ्गे, ह्वेङ् धातोः प्रसङ्गे, ह्वेङ् धातोः प्रसङ्गे अवगन्तुं शक्नुमः। धातोः उपदेशावस्थायां चवर्गी अन्तिमव्यञ्जनं यकारः इति संज्ञकः अस्ति इति कृत्वा तत्र अवगन्तुं शक्नुमः। स्वरितनितकर्तृभिप्राये क्रियाफले इति सूत्रेण सः धातुः उभयपदी भवति। आत्मनेपदीनां कृते बहूनि सूत्राणि सन्ति। यड्व्यवस्थां ज्ञातुं कानिचन सूत्राणि सन्ति, एवमेव पदव्यवस्थां कस्य धातोः किं रूपम् अस्ति ज्ञातुं सूत्राणि सन्ति। शेषात् कर्तरि परस्मैपदम् इति अन्यत् सूत्रमस्ति। मुख्यतया त्रीणि सूत्राणि सन्ति, अनुदात्तनित आत्मनेपदं तेन आत्मनेपदीरूपं सिद्ध्यति, स्वरितनितकर्तृभिप्राये क्रियाफले इत्यनेन उभयपदी भवति, द्वयं न भवति चेत् अन्यानि पदानि सर्वाणि परस्मैपदिनः भवन्ति इति शेषात् कर्तरि परस्मैपदम् इति सूत्रेण उच्यते। अग्रे सरेम, शोभा भगिनी भवती पठतु। अहं तानि जन्मानि जानामि इति तत्र अहम् इति अस्मत्पदं प्रथमा अविभक्तौ एकवचने, तानि इति तत् ते तानि इति तत् इति प्रातिपदिकं, बहुवचने नपुंसकलिङ्गे तानि इति, अहं तानि जन्मानि, तत्र तानि इति द्वितीयविभक्ति भवति, जन्मानि जन्मानि अपि द्वितीयविभक्ति भवति, क्रियापदं जानामि इति अस्ति अस्ति इति कृत्वा, तत्र जन्मानि इत्यस्य जन् धातुः दिवादिगणीयधातुः, जन्मानि इति क्रिया जन्मानि तत्र बहुवचने, जानामि इति तु तत्र ज्ञाधातुः क्रयादिगणीयधातुः, यथा पूर्वम् उक्तं ज्ञाजनोर्जा इत्यनेन ज्ञा इत्यस्य जकारः जा आगच्छति, जकारः न जा आगच्छति, जानामि इति उत्तमपुरुषे एकवचने। अपि च जन्मशब्दस्य रूपाणि वदतु। जन्म तत्र जन्मन् इति मन्ये जन्म जन्मनि जन्मानि भवति किल भगिनि? जन्म जन्मनि जन्मानि, जन्म जन्मनि जन्मानि नपुंसकलिङ्गपदं भवति, प्रातिपदिकं किम्? जन्मन् इति भवति, नकारान्तप्रातिपदिकं, नकारान्तपदं, कर्मन् इति पदवत्, उत्तमं, कर्मशब्दवत्, निमित्तं नास्ति इति कारणतः रेफस्य प्रसङ्गः नास्ति, किन्तु कर्मशब्दस्य प्रसङ्गे रेफकारणात् अणत्वं भवति। जनिधातोः रूपमेव जायते अस्ति, तस्मात् तस्य रूपमेव जन्म इति रूपम्। अग्रे करोतु। आवां युवां सम्यक् जानीवः, तत्र द्विवचने वाक्यं लिखितं, लेखितम् इति मन्ये, क्षम्यतां, लिखितं वा लेखितं वा भगिनी? लिखितमेव किल? लिखितं, लिखितमेव। किमर्थं लिखितं, तत्र गुणकार्यं न भवति? तत्र लिखितम् इति लिखितः, लिखिता, लिखितं, ता प्रत्यया इति मन्ये, अतः केन सूत्रेण गुणनिषेधः? कित् अस्ति, कित् भवति, क्निति, क्निति च इत्यनेन सूत्रेण गुणः न भवति। उत्तमं, कित् प्रत्ययः अस्ति इति कृत्वा क्निति च इति सूत्रेण गुणनिषेधः भवति, लिखितम् इति क्तान्तरूपं, वदतु। आवाम् इति तत्र आवां जानीवः कर्तृपदं भवति, प्रथमाविभक्तौ द्वितीया क्षम्यतां, प्रथमाविभक्तौ द्विवचने तत्र आवां, तदनन्तरं युवाम् इति कर्मपदं भवति, अतः द्वितीया विभक्तौ द्विवचने युवां तत्र आवां युवां तत्र अस्मदपि युष्मद् शब्दौ सम्यक् जानीवः तत्र जानामि जानीवः जानीमः इति तत्र जानीवः द्विवचने उत्तमपुरुषे अपि च तत्र पुनः जानामि इति अज्ञाधातुः तत्र जानामि इति रूपं सरलमेव किमर्थं चेत् ज्ञाजनोर्जा इति सूत्रेण जा आदिष्टः भवति अपि च श्ना इति विकरणप्रत्ययः अस्ति किन्तु अत्र द्विवचनरूपं पश्यामश्चेत् जानीवः इति उक्तमस्ति तत्र एकं विशिष्टं सूत्रमस्ति ईहल्यघोः इति सूत्रेण ईकारादेशः भवति इति कृत्वा जानीवः जानीमः इति रूपाणि तत्र सिद्ध्यन्ति अग्रे करोतु अग्रे मानवः तां सिद्धिं विन्दति तत्र मानवः इति दृष्टवती मनोः अपत्यं पुमान् इति दत्तम् अथवा मनोः गोत्रस्य अपत्यं पुमान् इति मानवः इति भवति इति दृष्टवती तां सिद्धिं विन्दति तत्र तां विन्दति इति क्रियापदस्य कृते सिद्धिं विन्दति इति कर्मपदं भवति तां तत्र ताम् इति द्वितीयविभक्ति अपि च तं तामिति स्त्रीलिङ्गे भवति ताम् इति स्त्रीलिङ्गे द्वितीयविभक्तौ भवति कां सिद्धिं विन्दति इत्युक्ते तां सिद्धिं विन्दति इति विन्दति इत्यस्मिन् विन्द् इति तुदादिगणीयधातुः विद् इति धातुः हा क्षणतां विद् इति इत्यस्य नुम् आगमः भूत्वा विन्दति इति भवति तत्र किम् अनिदितां भवति भगिनी वदतु अत्र शे मुचादीनाम् इति कार्यं करोति मुचादि इति एक उपगणः अस्ति तुदादिगणे तत्र अष्टधातवः सन्ति मुच् लुप् विद् लिप् षिच् तृत् स्विद् पिश इति अष्टधातवः सन्ति विद् लाभे इति एक धातु अपि मुचादिगणीयधातुः अस्ति तो विद् योग श तत्र नुमागमः भवति मुच् योग न योग आ इति भवति विधुयोग न योग श योग ति इति भवति नुमागमः भवति विन्द इति भवति अनन्तरम् अनुस्वारः भवति अनन्तरं परसवर्णः भवति सो विन्दति इति भवति उत्तमम् अत्र तुदादिगणीयधातुः शाविकरणप्रत्ययः आयाति लाभे इत्यस्मिन् अर्थे अस्ति किन्तु विद् धातुः बहुषु गणेषु अस्ति विद् रूपमेव विद्यते विद् धातोः रूपमेव वेत्ति अस्ति विद् लाभे इत्यस्मिन् अर्थे अयं धातुः अस्ति तस्य रूपसाधनवेलायां नुमागमः भवति शे मुचादीनाम् इति सूत्रेण मुचाद्यन्तर्गणः अस्ति अत्र विन्दति इत्युक्ते प्राप्नोति साधु उक्तवती भगिनी गीताञ्जलि भगिनी भवती समापयतु किञ्चित् पठित्वा सेना एतान् अनुसरति सेना आकारान्त स्त्रीलिङ्गं पदं कर्कतृपदम् एकवचनं प्रथमविभक्ति एतान् तु कर्मपदमस्ति द्वितीयविभक्ति एकवचन बहुवचनमस्ति क्षम्यताम् एतान् इत्युक्ते एषः एतौ एते एतम् एतौ एतान् बहुवचनं रूपम् अनुसरति श्रुधातुतः सरति अनुसरति अनु इति उपसर्ग अस्ति अनुसरति इत्युक्ते पश्चात् गच्छति इति अर्थः अस्ति सेना एतान् अनुसरति इति उत्तमं श्रुधातुतः सरति इति रूपं सृधातुः ईगन्तधातुः अस्ति इति कृत्वा सार्वधातुक अर्धधातुकयोः इत्यनेन गुणकार्यं भूत्वा सृसर् भवति. सर्योगः अयोगः ति सरति इति रूपम्. अस्मिन् प्रसङ्गे इतोपि ज्ञातव्यः अंशः कः इत्युक्ते वेगितायां गतौ सर्तेः धौ आदेशः शपि परे धाव् आदेशः भवति. वेगितायां गतौ वेगेन गच्छति इत्यस्मिन् अर्थे धाव् आदेशः भवति चेत् धावति इति रूपमपि तत्र सिध्यति. अनुसरति अनु उपसर्गपूर्वकः सृधातुः. भगिनी अपयोजनेन अपसरति. अपसरति अर्थः तु इत्युक्ते अप कथं वदनीयं भगिनी? डिरोगेटरी भवति तत्र. अपसरति इत्युक्ते अर्थः तु अपसरति. अस्तु, अपसरति अपि समान अर्थः. लौटना पीछे जाना न न, अपसरति इति भिन्नार्थः एव. अनुसरति इत्युक्ते पीछे जाना. किन्तु अत्र अहं पश्च मम पार्श्वे अस्ति तत्र अष्टाध्यायी मध्ये अनुसरति तु पश्चात् गमन करण. अपयोगसृ अपि लौटना पीछे जाना. ओ रिवर्स्, नो नो, पीछे जाना मीन्स् रिवर्स् लौटना. अस्तु अस्तु, तत्र भेदः अस्ति खलु? हा भेदः अस्ति. अस्तु, अपगच्छति इति अर्थे अपगच्छति. अपगच्छति इति अर्थे तिरोगमनं भवति. उपसरति, प्रसरति, अभिसरति, निस्सरति ईदृशानि पदानि अपि सन्ति. अग्रे करोतु. सर्वे एतां पश्यन्तु. सर्वः सर्वौ सर्वे सर्वनामपदं पुंलिङ्गम् अस्ति तत्र कर्तृपदम्. एतां कर्मपदम्. एतां स्त्रीलिङ्गं पदम्. एषा, एते, एताः, एताम्, एते, एताः. तत्र अपि च पश्यन्तु अपि बहुवचनरूपम् अस्ति. दृष् धातुतः आयाति. लोट् रूपम् अस्ति तत्र. सर्वे पश्यन्तु. सर्वे का, के, काः, कां, कां पश्यन्तु. एतां पश्यन्तु इति. उत्तमम्. दृश् धातुः लौकिकधातुः अस्ति. उपदेशावस्थायां दृशिर् अस्ति. तत्र इरः इत् संज्ञावाच्या इति वार्तिकेन इर् वर्णसमुदायस्य इति संज्ञा भवति. अपि च पाघ्राध्मासूत्रेण पश्य आदेशः भवति. अग्रिमं वाक्यम्. अयतिः कां गतिं गच्छति? अयतिः, अयतिः इति पुंलिङ्गम् स्त्रीलिङ्गं पदं वा इकारान्त? यतिः इति पुंलिङ्गपदम्. इति पुल्लिङ्गम्. अयति अपि, हा हा, अयति सूर्य अस्ति वा भगिनी? न जाने. यः यतिः नास्ति सः अयतिः. ओ यः, हा, नै तत् पुरुषः अस्ति. अवगतं. नै समासः अयतिः. अस्तु अस्तु, हा हा. अयतिः कां गतिं गच्छति? तत्र तु काम् अपि गतिं विशेषण कां गतिं विशेषणविशेष्यभावः अस्ति वा तत्र? अपि च विशेषण कां गतिं विशेषणविशेष्यभावः अस्ति. अत्र विशेष्यं किं, विशेषणं किं? गतिम् अस्ति विशेष्यं. कां गतिम् इति विशेषण. न जानाति चेत् कां गतिं गच्छति इति. अत्र गतिः इति कीदृशं पदम्? गतिः, गतिः स्त्रीलिङ्ग, गतिः स्त्रीलिङ्गं वा? मतिः इव पुंलिङ्गम् अस्ति चेत् कं गतिं भवति, किन्तु स्त्रीलिङ्गम् अस्ति चेत् कां गतिम्. अत्र क्तिं प्रत्ययान्तरूपमस्ति. गम् धातुतः क्तिं प्रत्ययस्य योजनेन गतिः इति रूपं सिध्यति. गम् धातुः अनुनासिकान्तधातुः इति कृत्वा कित् प्रत्यये परे तत्र मकारलोपः भवति, अनुनासिकलोपः भवति इति कृत्वा गम् धातुतः गत, गतवान्, गतिः इति रूपाणि सिद्ध्यन्ति. क्तिन् प्रत्ययः अपि कित् एव. कित् प्रत्ययः अस्ति इति कारणतः मकारलोपः अनुदात्तोपदेशवनतितनोत्यादीनाम् अनुनासिकलोपो झलिक्निति इति सूत्रेण कित् प्रत्यये परे मकारलोपः, रं धातुतः रतिः, गं धातुतः गतिः, यं धातुतः यतिः, यम् उपरमे इति एकः धातुः अस्ति तस्य रूपं यतिः, क्तिन् प्रत्ययान्तरूपं यतिः इत्युक्ते संन्यासी, यः यतिः नास्ति सः अयतिः, अयतिः कां गतिं गच्छति, यतिः इत्युक्ते जितेन्द्रियः, यः इन्द्रियाणि जितवान् सः यतिः। मया किं दृष्टम् इत्युक्ते यतते चेष्टते मोक्षार्थम् इति यतिः। भगिनी तत्र प्रश्नः कं गतिमिति न भवितुम् अर्हति किल, कां गतिमेव भवति किल खलु, किमर्थं चेत् गतिः इति स्त्रीलिङ्गपदमस्ति, हा अतः काम् एव साधु, तयोर्मध्ये विशेषणविशेष्य भावः, तत्र काम् इति विशेषणं, गतिः इति विशेष्यम्। अग्रे करोतु भगिनी, तत्र यति संस्कृतभाषायाम् आयाति किन्तु आङ्ग्लभाषायाम् अपि यति अस्ति, यति संस्कृतभाषातः एव आयाति अत्र। अबोनबल् स्नोमेन् किमर्थं ते तु न जानन्ति एव यति इत्युक्ते किम्? अयतिः इति पदं नैसमासः अस्ति, अयत्नः अयज्ञः असत्यम् इव अत्र यकारः हल् वर्णः अस्ति, नैसमासः अस्ति चेदपि परशब्दस्य आदिमवर्णः हल् वर्णः अस्ति, हल् वर्णः अस्ति इति कृत्वा नुट् आगमः न भवति इति कृत्वा यतिः अयतिः तावदेव। अग्रे करोतु, कः मम विभूतिं जानाति, कः जानाति, कः मम विभूतिं जानाति, विभूतिं तु कर्मपदमस्ति, कस्य विभूतिं, मम विभूतिं षष्टिविभक्ति अस्मत्पदस्य, विभूति इति विभूतिं विभूति विभूतिः वा मतिशब्दवत्, हा मतिवत् अस्ति, हा हा मति, हा हा विभूत् इत्युक्ते विभूति विभूति विभूतयः, विभूतिं विभूति विभूतिः, न न विभूत्यौ विभूतिः, उपसर्गपूर्वकः भूधातुतः क्तिं प्रत्ययस्य योजनेन विभूतिः, भूधातुतः भूतिः, मन् धातुतः मतिः, गम् धातुतः गतिः, भूधातुतः भूतिः, सिद्धधातुतः सिद्धिः, भूधातुतः निर्मितं कृदन्तं पदं क्तिन् प्रत्ययस्य योजनेन। विभूतिः इत्युक्ते भवत्याः अवगमनं किम्? विभूतिः इत्युक्ते महानता इति, मम महत्त्वं महानता इति, उत्तमं, महानता, महत्त्वं, उत्तमं, महति, महति इति वक्तुं शक्यते वा? महति इति रूपं कुत्र आयाति? तत्तु सप्तमी एकवचनरूपं महति अस्ति खलु, हिन्दीभाषायाम् अपि च मराठीभाषायां महति इति अस्ति, महत् महत्त्वम् इति अर्थे, अतः अहं चिन्तितवती अत्र अपि अस्ति, नास्ति महत् इति प्रातिपदिकं त्रिषु लिङ्गेषु तस्य रूपाणि भवन्ति, पुंलिङ्गे महान्, महान् महान्तौ महान्तः इति रूपाणि भवन्ति, तत्र प्रातिपदिकं तु महत् अस्ति, तकारान्तप्रातिपदिकम् अस्ति, किन्तु स्त्रीलिङ्गे महती महत्यौ महत्यः एवं रूपाणि भवन्ति। विभूतिः इति भगिन्या उक्तमस्ति, महत्त्वम् इति त्वाप्रत्ययः तत्र भगिनी, तत्र ऐश्वर्य इति अपि दत्तम्, ऐश्वर्यविशेष इति शब्दकल्पद्रुमे ऐश्वर्यं किं, तत्र ऐश्वर्यम् अथवा ऐश्वर्यविशेष विशेषम्? उत्तमम्, ऐश्वर्यम् इति कीदृशं पदम्? ऐश्वर्यम् इति लुडन्त भवति इति मन्ये किल, शुभदा भगिनी वदतु, भावम् ईश्वरस्य भावम् ईश्वरस्य भावः ऐश्वर्यम्। लोके विभूतिः इत्युक्ते भस्मधारणम् इति अपि प्रतीतिः अस्ति खलु, भस्म इति पदस्य प्रातिपदिकं किम्? भस्मन्, भस्मन्, भस्मन् इति नकारान्तपदमस्ति, भस्म भस्मनी भस्मानि इति रूपाणि, ब्रह्मन्वत्, ब्रह्मन्वत् रूपाणि भवन्ति, साधु। वयम् उत्तमरीत्या परिशीलनं कृतवन्तः, सर्वेषां कृते धन्यवादाः।